अथ द्वितीयोऽध्यायः नारद उवाच वृथा खेदयसे बाले अहो चिन्तातुरा कथम् श्रीकृष्णचरणाम्भोजम् स्मर दुःखम् गमिष्यति। वृथा खेदयसे बाले नारदः वदति, वृथा खेदयसे, वृथा शोकम् करोषि हे बाले, अहो चिन्तातुरा कथं त्वं श्रीकृष्णचरणाम्भोजं श्रीकृष्णचरणकमलं स्मर दुःखं गमिष्यति इति वदति।